तर्हि अद्यतनविषयः अस्ति लृङ्नकारः. अयं विषयः अस्माभिः आरब्धः गते सप्ताहे. इदानीं तस्य च नकारस्य अर्थः स्पष्टः जातः, रूपाणि अपि दृष्टानि. तर्हि कथायाः मध्ये इति कृत्वा तस्मिन् एव अग्रे गच्छेम. अन्य कोऽपि अस्ति वा? नमस्ते महोदय, नताशा. नताशा भगिनी, स्वागतम्. अस्तु, तर्हि कथा अस्ति. एकवारम् आरम्भतः, यतोहि अस्मिन् बहु किमपि अस्ति, तर्हि एवं कुर्मः. यथा वयं कृतवन्तः गते सप्ताहे, क्रमेण गच्छेम. सुनिधि भगिनी, सञ्जीवमहोदय, सुब्रह्मण्यमहोदय, क्रमेण पठिष्यामः. तत्र पठिष्यामः. तत् मीना भगिनी, सन्ध्या भगिनी, रविमहोदय, पद्मा भगिनी, लक्ष्मी भगिनी, श्रीनिवासमहोदय, निराशा भगिनी इति कुर्मः. तर्हि सुनिधि भगिनी, कृपया. आचार्यः, कुत्र पुटसङ्ख्या किं? तत्र अष्टाधिकशततमे पुटे अस्ति. अष्टाधिकशतम्. सप्तदश पाठः. आचार्यः विजय, गीते गीतोपदेशस्य कारणं जानासि किम्? शिष्यः, आं जानामि. अर्जुनस्य विषादः तत्र कारणम्. अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेक्षत्. किन्तु अर्जुनः विषादं कथम् अनुभूतवान्? आचार्यः, अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान्, अतः विषादः जातः. यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्. सन्ध्या भगिनि. ओ, क्षम्यतां, म्यूट् आसीत्. अस्तु, यदि अर्जुनः एतत् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य अयोत्स्यत तर्हि तस्य विषादः न अभविष्यत्. अवश्यं खलु, अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति. प्राप्स्यमिति. अस्तु, रविमहोदय, अग्रे पठति वा? महोदय, एषा कथा गतसप्ताहे कृतवन्तः. हा हा, अवश्यं. केवलं कथा समीचीना, नाम अस्माकं अध्ययनं समीचीनम् अन्येन इति साक्षात् अतः गते सप्ताहे वयं चर्चितवन्तः. इदानीम् एवमेव, यतोहि कथा न समाप्ता, तावत्पर्यन्तं पठिष्यामः. कुत्र अस्ति? कुत्र अस्ति रविमहोदय? तत्र प्राप्स्यं, तत्र आचार्यः, सः युद्धभूमौ. सः युद्धभूमौ एव विषादग्रस्तः अभवत्. यदि विषादरहितः अभविष्यत् तर्हि गीतोपदेशस्य अवसरः न अभविष्यन्. अस्तु पद्मा भगिनि. महोगृहस्थः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम सहायं करोतु. तदा श्रीकृष्णः कुरुक्षेत्रे अष्टादशाध्यायिनीं गीताम् उपादिशत्. विजयः उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः स्मृतिः लब्धा. अन्य कोऽपि अस्ति वा? महोदय, अहम् अखिला अस्मि, परन्तु अद्य किञ्चित् तूष्णीं भवामि महोदय, अत्र किञ्चित् कोलाहलमस्ति. अस्तु अस्तु अस्तु. सुनिधि भगिनि. सुनिधि भगिनि अग्रे. कुत्र? मीनाक्षी इति परिणामतः. परिणामतः नष्टमोहः अर्जुनः युद्धाय असन्नश्यत. अत्र पर्यन्तं वयं प्राप्तवन्तः. मम मतमस्ति यत् अयं शब्दः दोषपूर्णः अस्ति. असन्नह्यत दोष इति न कोऽपि तर्कः दृश्यते मया. अत्र न भवेत्, यतोहि अत्र धातुः अस्ति न, उपसर्गः अस्ति सम्, लकारः अस्ति लङ्, तर्हि उपसर्ग परः एव अडागमः स्यात्. अतः एवं लिखन्तु अत्र समनह्यत इति भवेदेव समनह्यत. तस्य न कुत्रापि उपसर्गात् प्राक् भवति अडागमः लङ्लकारी, तथा न भवति. युद्धाय समनह्यत नाम सिद्धः न भविष्यत्. परिणामतः नष्टमोहः अर्जुनः युद्धाय तत्र सिद्धः जातः इति अर्थः. युद्धाय सिद्धः अभवत् इति अस्ति. अत्र महोदय, अत्र समानह्यत अथवा समानह्यत? भवान् वदतु. अहं चिन्तयामि अत्र समानह्यत इति. किमर्थम्? उपसर्गः कः? सम कः खलु महोदय? न, उपसर्गः अस्ति सम्. सम्? अस्तु महोदय, अस्तु अस्तु. पश्यतु, तत्र संयोगः तत्र यथा तैः कृतमस्ति, संयोगः न ह्यत. तत्र मकारस्य हल्सन्धिं कृत्वा मकारस्थाने नकारः जातः, किन्तु मकारोत्तर अकारः तु किमपि नास्ति. अत्र उपसर्गः अस्ति सम्. अस्तु महोदय, सम् इति न चिन् न जानामि, तत् कारणात् पृष्टवान्. तर्हि समनह्यत. सिद्धः जातः इति अर्थः. अस्तु, धातु कः अस्ति? नः धातुः. नः नह्यते इति दिवादिगणे अस्ति. नह्यते इति आत्मविपदिधातुः अस्ति. नः नह्यते बन्धनं करोति इति अर्थः अस्ति, किन्तु सम् उपसर्गपूर्वकः अस्ति, युद्धाय सिद्धः भवति इति अर्थः. सिद्धः भवति इति सिद्धः भवति. अस्तु अग्रे, भवानेव कृपया. आचार्यः, अर्थात् यदि कृष्णः अर्जुनं न उपादेक्षत् तर्हि सः अयोच्छत. पाण्डव अयोच्छत. न, तत्र दोषः अस्ति. सः इति शब्दस्य अनन्तरं न इति भवेत्. अर्थात् यदि कृष्णः अर्जुनं न उपादेक्षत् तर्हि सः न अयोच्छत. पाण्डवाः नैव अजेष्यन्. अत्र को अर्थः? न वा यदि कृष्णः अर्जुनम् उपदेशं न अकरोत् तर्हि लृङ् वदतु. यदि कृष्णः अर्जुनं न उपादेक्षत् हा किन्तु न अकरोत् इति अस्य हा न अकरिष्यत् तर्हि सः न अयोच्यत युद्धं न अकरिष्यत् पाण्डवाः नैव अजयन् पाण्डवाः न जयम् अप्राप्स्यन्त. अत्र आप् धातुः परस्मैपदी धातुः अस्ति. ओ अप्राप्स्यन् किन्तु अत्र प्र उपसर्गपूर्वकः आप् प्राप्स्यन् हा हा हा प्राप्स्यन् अथवा आप्स्यन् आप्स्यन् द्वयमपि समीचीनम् अस्ति. अत्र जी इति धातुः अस्ति जयति भविष्यत्काले किं भवति जेष्यति जेष्यति जेष्यति लङ्लकारे अजयत् अजयत् बहुवचने अजयन् अतः कुमलाक अत्र आहत्य अजेष्यन् अजेष्यन् इति समीचीनमस्ति. अस्तु अस्तु अग्रे गच्छेम तर्हि. सुब्रह्मण्यं महोदय कृपया. न वा वयं गीतारूपम् अमूल्यनिधिम् अलप्स्यामहि. अत्र यदि कृष्णः अर्जुनं अर्जुनस्य उपदेशं न अकरिष्यत् तर्हि वयमपि गीतायाः अमूल्यनिधिं न प्राप्स्यामहि. एकनिमिषः महोदय अत्र न प्राप्स्याम समीचीनमस्ति. अस्तु एकवारं वदतु तत्र सर्वाणि रूपाणि तत्र उपसर्गपूर्वकः आप् धातोः नवरूपाणि लृङ् लृङ् नवरूपाणि महोदय. प्राप्स्यतां प्राप्स्यन् प्राप्स्यः प्राप्स्यतं प्राप्स्यत प्राप्स्यं प्राप्स्याव प्राप्स्याम इति अस्ति. तत्र प्रथमतया किं चिन्तनमस्ति? प्रथमतया उपसर्गं निष्कासयतु. अत्र जाटिल्यं भवति यत्र यदा अस्माभिः रूपं चिन्तनीयमस्ति तर्हि प्रथम उपसर्गः अस्ति चेत् निष्कासयतु. अनन्तरम् उपसर्गरहितधातोः चिन्तनं करोतु. तर्हि आप् इति धातुः अस्ति. आप् धातोः इदानीं लङ्लकाररूपं किम्? आप् धातोः लङ्लकाररूपमस्ति आप्स्यत् महोदय. अत्र न चिन्तयतु सकारः कुतः आगतः. क्षम्यतां महोदय. अत्र आप् लट् लट् अस्ति आप्नोति हा आप्नोति लट् लोट् लङ् विधिलिङ् चतुर्णां रूपाणां साम्यं भवति सर्वत्र लट् लोट् लङ् विधिलिङ् यतोहि तत्र मध्ये एवमेव वदामि विकरणप्रत्ययः मध्ये आगच्छति श्नुवति विकरणप्रत्ययः लट् लोट् लङ् विधिलिङ् सर्वत्र भवति श्नुवति नु तत्र गुणः भवति अतः आप्नोति आप्नोति लोट् किं भवति लोट् आप्नुताम् आप्नोति आप्नोतु भवति आप्नोतु लाप्नोति आप्नोतु अनन्तरं लङ् लङ् अस्ति आप्नोत् आप्नोत् विधिलिङ् विधिलिङ् अस्ति एकनिमिषः महोदय विधिलिङ् आप्नोत लक्ष्मीभगिनी वदतु लक्ष्मीभगिनी आप्नुत महोदय न लक्ष्मीभगिनी अखिला भगिनी कोऽपि मीना भगिनी सञ्जीवमहोदय आप्नुयात् आप्नुयात् आप्नुयात् कुर्यात् तत्र विधिलिङ्गिरूपद्वयमस्ति अस्माभिः दृष्टं पूर्वं यत्र यत्र अकारः भवति किं किं वदिष्यामः तत्र यथा गच्छति तत्र ति इति निष्कासयतु गच्छ अकारः अस्ति अकारः अस्ति चेत् तत्र रूपम् एकविधं भवति गच्छेत् गच्छेतां गच्छेयुः इति एकविधरूपाणि भवति विधिलिङ् पुनः यदि ति इति निष्कास्य तत्र अकारः नास्ति चेत् यथा आप्नोति करोति तत्र ओकारः अस्ति अथवा क्रीणाति आकारः अस्ति यत्र अकारः नास्ति तत्र पुनः अन्यविधं भवति रूपम् अतः कुर्यात् आप्नुयात् क्रीणीयात् इति एतत् सर्वं भवति किञ्चित् भिन्नं भवति वयम् एतत् सर्वं पठितवन्तः पूर्वम् इदानीं किन्तु साम्यं चतुर्णां नकाराणां साम्यम् अवश्यमस्ति नकारः नाम नकारः भवति नकारे उकारः वस्तुतः तत्र आप्नोति आप्नोतु आप्नोत् आप्नुयात् साम्यमस्ति खलु नकारः पुनः इदानीं लृट्लकारः भविष्यत्कालः तत्र नकारः न भवति अपि तु तत्र लृट्लकारस्य प्रत्ययः अस्ति स्यात् तर्हि सुब्रह्मण्यमहोदय वदतु कृपया तत्र आप्दोतोः आप्दातोः तत्र किं भवति लृट् लृट् भवति आप्स्यति महोदय हा तत्र भेदं पश्यन्तु सर्वे आप्नोति आप्नोतु आप्नोत् आप्नुयात् इदानीम् आप्स्यति तत्र भेदः अस्ति तर्हि लट् लोट् लङ् विधि लिङ् एकस्मिन् कोणे स्थापयन्तु एतत् सर्वं भवति सा तत्र सर्व तेषां साम्यमस्ति किन्तु लृट् तथा नास्ति तर्हि यत्र लृङ् लकारः अपेक्षितः अस्ति तत् अस्माकं प्रथमं कार्यमस्ति लङ् इति ऊहां करोतु किं स्यात् तर्हि लङ् आप्दातोः लङ् किमस्ति आप्नोत् हा आप्नोत् नाम आरम्भस्य भागः आप् अन्तस्य भागः ओत् तकारः वस्तुतः ओकारः इति मास्तु तत्र नो नो इति आप्नोत् इति नो इति भागं निष्कास्य तत्र लृट्लकारस्य प्रत्ययं स्थापयतु स्या तर्हि किं भवति इति अस्ति आप्स्यत् इति रूपमस्ति अतः अस्माकं क्रमः कः यत्र उपसर्गः अस्ति प्रथमतया उपसर्गम् इदानीम् आप्स्यत् इदानीं प्र उपसर्गपूर्वकरूपं किमस्ति प्राप्स्यत् तर्हि प्रथमतया उपसर्गं निष्कासयतु लङ्लकारः कः इति ऊहां करोतु अनन्तरं लृट्लकारः लृट्लकारः नाम नापेक्षितं केवलं स्य इति मध्ये भवेत् तर्हि प्राप्नोति अत्र प्र इति निष्कासयतु लङ् किं आप्नोत्। इदानीं स्य इति नो इत्यस्य स्थाने स्य स्थापयतु, आप्स्यत्। इदानीं पुनः अन्ते अन्तिमकार्यं किं, पुनः उपसर्गः आसीत् चेत् पुनः स्थापयतु, प्राप्स्यत् इति अस्माकं चिन्तनक्रमः अस्ति। समीचीनं, धन्यवादः। अस्तु, प्राप्स्यत् इति अस्ति अत्र, किन्तु अत्र अत्र अत्र केवलम् आत्मनिपदी अस्ति, लब्धातुः। चिन्तनक्रमः समानः अस्ति, भवानेव वदतु न अन्य कोऽपि वदतु, अन्य कोऽपि वदतु, भवान् तु उक्तवान् एव, अन्य कोऽपि, लक्ष्मीभगिनी वदतु क्रमः कः लब्धातोः लृङ् इति अस्य निर्माणार्थं, हा वदतु। लब्धातुः वर्तमानकालरूपम् एतत् आत्मनेपदी, लभते भविष्यत्कालरूपं न लङ् लङ् भूतकालरूपं लङ् अलभत अलभत लृट् लृट् लप्स्य लप्स्यामहि न न उत्तम प्रथमपुरुषस्य एकवचने प्रथमपुरुषे एकवचने लभते लप् लप्स्यन्ते एकवचने लप्स्यते हा तर्हि अलभत अलभत अलभत लङ् रूपं हा लङ् अस्ति अलभत इदानीं लृट् लप्स्यते इदानीं अयं स्य इति मध्ये स्थापयतु तत्र अलभत इति तत्र मध्ये स्थापयतु तर्हि लृङ् किं भवति अलप्स्यत अलप्स्यत तावदेव अस्ति यदि उपसर्गः भविष्यत् तर्हि प्रथमं कार्यं निष्कासयतु अनन्तरम् अन्ते सर्व अन्तिमकार्यमस्ति पुनः संयोजयतु तावदेव अस्ति अस्तु ततः अग्रे मीना भगिनी अग्रे पठतु कृपया मीनाक्षी मीनाक्षी पात्रं पठामि अहं यदि गीतां न अपठिष्यं तर्हि जगतः वास्तविकस्वरूपं न अज्ञास्यम् अपठिष्यं पठति लट् लकार प्रथमवचन एकपुरुषं पठति अपठत् लङ् लकारः पठिष्यति लृङ् लकारः लृट् लकारः पठिष्यति अपठिष्यत् लृङ् लकारः अपठिष्यत् अपठिष्यताम् अपठिष्यन् अपठिष्यः अपठिष्यतम् अपठिष्यत् अपठिष्यम् इति रूपम् बहु समीचीनमस्ति अत्र लृट्लकारे यत्र यत्र इडागमः भवति अत्र इकारः मध्ये आगच्छति खलु तत्र प्राप्स्यात् इति अस्मिन् तत्र नासीत् यतोहि प्राप्स्यति तत्र इडागमः न भवति अत्र अस्ति पठ धातुः सेट् अस्ति यतः इडागमः भवति पठिष्यति अतः स्य इति केवलं नास्ति इष्य इति भवति तावदेव भेदः अस्ति तावानेव भेदः अस्ति हा अस्तु तत् वाक्यस्य अर्थः कः गीतासारांशं न अवागच्छं चेत् जगतस्य किम् अवागत एतत् सर्वं किमस्ति सम्यक्तया वदतु अण्डर्स्टाण्ड् अवागमिष्यम् अवगच्छामि अवगमिष्यत् अवगमिष्यम् अव इति निष्कासयतु प्रथमतया अव इति उपसर्गः अस्ति तत् तत्र दाटिल्यम् अस्ति, अव निष्कासयतु, कार्यं करोतु, अनन्तरं संयोजयतु अन्ते. आं गच्छति लट् लकारः, अगच्छत् लङ् लकारः, गमिष्यति लृट् लकारः, अगमिष्यत् लृङ् लकारः, अवागमिष्यत् न न अव अस्तु अस्तु अवागमिष्यत् हा अवागमिष्यत् इदानीम् उत्तमपुरुषस्य प्रथ एकवचने इति समीचीनम् आसीत् अवागमिष्यत् इति अवागमिष्यम् बहुवचने अहं चिन्तयामि स्म यद् भवति वयमिति चिन्तयति इति यच्छति अवागमिष्यम् अस्तु अस्तु वदतु. अहं गीतासारांशं न अवागमिष्यं चेत् जगतस्य वास् रूपेण भ्रमति अभ्रमत् भ्रमिष्यति अभ्रमिष्यत् अभ्रमिष्यम् अस्तु गीतासारांशं न अवागमिष्यं चेत् जगतस्य रूपेण अभ्रमिष्यम् हा किन्तु विभक्तिचिन्तनं करोतु जगत जगतः रूपेण रूपेण रूपेण तृतीया किमर्थं बै तृतीया कारणेन न रूपे रूपेण तत्र का विभक्तिः स्यात् तत्र तस्मिन् वाक्ये रूपः रूप रूपः जगतः तृतीया विभक्ति का विभक्तिः तृतीया द्वितीया द्वितीयति एव भवेत् वदतु द्वितीया द्वितीय रूपं जगतस्य रूपं जगतस्य इति किं तत्र जगत् तकारान्तशब्दः अस्ति जगतः इति षष्टि विभक्ति अन्तर्भूतम् अस्ति जगतः जगतः रूपं तृतीया उपयोगं करोमि न न द्वितीया एव अत्र अवगच्छति इति तत्र सकामक तत्र सकामकधातुः अस्ति तत्र रूपम् अहं विषयम् अवगच्छामि अहं विषयेण अवगच्छामि इति वदामः वा गीतां सारांशम् अवागमिष्यं तर्हि जगतः रूपम् अभ्रमिष्यं न रूपे अभ्रमिष्यम् इस् कास्ट् बै जगतः रूपं हा तत्र अथवा अथवा वस्तुतः भ्रमति इति द्रष्टव्यमस्ति सकामकधातुः अस्ति न वा किन्तु विषये इति वक्तुं शक्नुमः नो चेत् रूपविषये जगतः वास्तविकरूपविषये अभ्रमिष्यं सप्तमी विषये इति अभ्रमिष्यं तस्मिन् विषये भ्रमः इति अवश्यम् उचितमस्ति किन्तु तृतीया तु न भवति अस्तु जगतः रूपे अभ्रमिष्यम् रूपविषये रूपविषये अभ्रमिष्यम् जगतः रूपस्य विषये जगतः रूपस्य विषये अभ्रमिष्यम् अस्तु समीचीनं तर्हि अग्रे गच्छेम इदानीं सन्ध्या भगिनी अग्रे न केवलं तत् अस्य उपनिषत्सारामृतस्य आस्वादनात् एव वयं वञ्चिताः अभविष्याम अतः कः न केवलं तत् न केवलं किं न केवलं मीनाक्षी उक्तवती सत्यं न केवलं तत् किन्तु किन्तु अस्य उपनिष्टमस्ति उपनिषत् सारः अमृतः इति त्रयाणां पदानां तत्र संयोजनं जातमस्ति. उपनिषदः सारः तस्य अमृतः. उपनिषत् सारामृतस्य यत् अमृतं प्राप्यते तस्य सारस्य ज्ञानेन उपनिषत् सारस्य ज्ञानेन यत् अमृतं प्राप्यते तस्य आस्वादः. आस्वादः इति जानाति वा? स्वादः आस्वादः स्वादः तस्य स्वादः अस्माकं न अभविष्यत् तस्य अमृतस्य. अवगच्छामि. उपनिषत्सारस्य अमृतस्य आस्वादः अनुभवः. अवगच्छामि. वयं वञ्चिताः. वञ्चितः इति जानाति वा? वञ्चितः तत्र वञ्चनम् इति यः चोरः अस्ति इच्छति. न चोरः अस्ति सः यः दुर्जनः अस्ति सः वञ्चनं करोति. नाम भवती शतरूप्यकाणि ददाति तत्र मूल्यमस्ति पञ्चाशत् रूप्यकाणि. तत्र यः आपणे कार्यं करोति सः वाञ्छकः अस्ति अतः वाञ्छकः अस्ति इति कृत्वा सः चिन्तयति ओ अहं यद् मूल्यमस्ति तत् किञ्चित् अधिकं वदामि अतः 50 रूप्यकाणि अस्ति मूल्यं किन्तु सः वदति 100 रूप्यकाणि अस्ति मूल्यम्. अतः भवती न अज्ञात्वा भवती 100 रूप्यकाणि ददाति अपि अनेन सः अधिकरूप्यकाणि प्राप्नोति इति कृत्वा वञ्चनं जातमस्ति. वयं वञ्चिताः अभविष्याम यत् अस्माकम् अभविष्यत् तत् न जातम्. अवगच्छति वा? अस्तु समीचीनमस्ति. तर्हि अग्रे रविमहोदय पठितुम् इच्छति वा? महोदय अस्ति वा? अहं गृहकार्यं करिष्यामि. गृहकार्यं नाम अस्तु अस्तु अवगतमस्ति. अस्तु अस्तु तूष्णीं तिष्ठतु नास्ति चिन्ता. पद्मा भगिनि अग्रे. कथं पठनं आरम्भतया? न अग्रे पठत अवगच्छत च अर्जुनेन सह यदि कृष्णः न भविष्यत् तर्हि सः युद्धं न अकरिष्यत्. वाक्यं स्पष्टमस्ति खलु? अग्रे गच्छेम. अग्रे श्रीनिवासमहोदय अग्रे. अर्जुनः यदि रणरङ्गात् पलायिष्यत् तर्हि तर्हि इतिहासः तम् अनिन्दिष्यत्. अत्र ऐ इति धातुः अयते पलायते. तत्र परात् इति स्थाने पला भवति अत्र अयते इति अस्ति. अयते, अतः आपैपदि धातुः अस्ति ऐ, लृटि अयिष्यति, अयिष्यति तत्र अयिष्यति, हा ये अयिष्यते, अत्र आयिष्यत फलायिष्यत इति भवति. स्पष्टमस्ति वा महोदय? पला उपसर्गः अस्ति, परा इति अस्ति. मया लिखितं सर्वेभ्यः अहं प्रेषितवान् एकस्मिन् दिने इति मन्ये. न न न सन्दीपमहोदय, केवलम् अवयोः आलापः जातः. अहं चिन्तयामि अवयोमध्ये एव. ओहो अस्तु अस्तु, प्रेषयिष्यामि अनन्तरं. कथं भवति इति प्रेषयामि अनन्तरम्. अस्तु, अस्माकम् आलापः एव आलापः जातः तेषु दिनेषु. अस्तु, पराति अस्ति, पराति रेफस्य स्थाने लकारः भवति, ऐ इति धातुः अयते. इदानीं तावदेव अपेक्षितमस्ति, अयते पलायते. महोदय, अन्यत् शब्दः रणाङ्गणात् अर्थं किम्? अर्जुनः यदि रणाङ्गणात् इति, रणाङ्गणम् इति न अवगच्छति वा? न महोदय. रणं तत्र रणम् अर्थं युद्धं, किन्तु रणाङ्गणात् पञ्चमी अस्ति, पञ्चमी. ओ पञ्चमी, आं महोदय. अर्जुनः यदि रणाङ्गणात् पलायिष्यत तर्हि इतिहासः तम् अनिन्दिष्यत् इति अस्ति. अस्तु, अग्रे गच्छेम तर्हि. नतासभगिनी अग्रे. आम् महोदय. पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत्. अवगच्छति वा? आं महोदय. तत्र अर्थः कः? ज्ञातवासे वसांसि अभिधानानि, तत्र एतत् सर्वं किमस्ति? वासांसि यदि वासांसि अभिधानम्, अभिधानं नाम धारणं, नाम नाम अभिधानं नाम नाम नामः नामः इति न नाम नाम तत्र प्रातिपदिकं किं मूलरूपं? किं नाम इति, अस्य नामपदस्य मूलरूपं किं? नामन्. हा नामन्, नकारान्तपदमस्ति यथा कर्मन्. अतः उपसर्गः न भवति अत्र. हलन्तशब्दानां किञ्चित् पुनस्मरणं कर्तव्यमस्ति इति भाति. जगतस्य इति न भवति, जगतः नामः इति न भवति, नाम हलन्तशब्दानाम् अभ्यासः. करपत्रमपि मया दत्तमस्ति, कस्यचित् पार्श्वे नास्ति चेत् कृपया सूचयतु, पुनः ददामि. अस्तु, ज्ञातवासे वसांसि, वसांसि इत्यस्य मूलरूपं किम्? वासांसि, क्षम्यतां, वासांसि इति मूलरूपं किं? सकारान्तं वासस् इति अस्ति, वासस् इति अस्ति. तर्हि वस्त्रं, वस्त्राणि नामानि यदि न किमस्ति? यदि न परिवर्तिष्यन् यदि न गुप्तमस्ति, यदि न गुप्तमस्ति. अत्र पर्यवर्तयिष्यन् तस्य अर्थः कः? रूपान्तरं. हा हा हा हा समीचीनमस्ति. अत्र परिवर्तनम् इति जानीमः खलु सर्वे, परिवर्तनं तादृशशब्दः अस्ति परिवर्तनम्. अत्र धातुः अस्ति वृद्, वर्तते. वर्तते इत्यस्य लङ् लट् लृङ् इति वदतु. धातु वृत् महोदय. हा वर्तते, लटि वर्तते. हा तर्हि लङ् किमस्ति? लङ् अवर्तत्. न, आत्मनेपदी धातु अस्ति. वर्तते. अवर्तत. न, अन्य कोऽपि साहाय्यं करोतु. अवर्तत. हा अवर्तत. लङ् न जानाति चेत् एतत् सर्वं न कर्तुं न तत्र सम्भवः सम्भावना नास्ति. लङ् लकारः कः एवं क्रमेण अग्रे गच्छन्तः स्मः खलु. अतः अनेन किमस्ति, लङ् लकारः कः? लृट् लकारः, लृङ् लकारः. तर्हि लङ् लङ् अस्ति अवर्तत. लृट् लृट् भविष्यत्काले वर्तष्यत्. न, हा किं किं भवति अन्य कोऽपि? वर्तिष्यते. हा वर्तिष्यते. वर्तिष्य तर्हि अवर्तत वर्तिष्यते. इष्य इति मध्ये आगच्छति तर्हि सेट् अस्ति, इडागमः भवति इष्य. तर्हि अत्र अवर्तत इदानीं लृङ् किं भवति? अवर्तष्यथाः. न न, अत्र प्रथमपुरुषस्य एकवचने. अवर्तष्यत्. न न, पश्यतु तत्र लृट् लकारः वर्तिष्यते इति अस्ति खलु. वर्तिष्यते, तत्र इडागमः अस्ति. वर्तिष्यते, वर्तिष्यते. अवर्तिष्यत्. तत्र अवर्तिष्यत् इति अस्ति. अवर्तिष्यत् इदानीं परि परि इति अस्ति. परि इति उपसर्गः, परिवर्तनं. परि परियोगः अवर्तिष्यत्. तत्र ईकारस्थाने यकारः भवति, यण्सन्धिः. तर्हि करोतु परियोगः अवर्तिष्यत्. परियोगः अवर्तिष्यत्. परियोगः अवर्तिष्यत्. तत्र सन्धिः अस्ति. इदानीम् अग्रे सन्धिं वयं करिष्यामः. ईकारस्य स्थाने यकारः. ईकारः स्थान यकारः. परि परि परि इत्यस्य ईकारस्य स्थाने यकारः. यकारः अस्ति. पर्यवर्तष्यत्. पुनः तत्र अवर्त इति न, वर्ते. वर्ते. पर्यवर्ते. पर्यवर्तिष्यत्. हा इति अस्ति, पर्यवर्तिष्यत्. बहुवचने पर्यवर्तिष्यन्. पर्यवर्तिष्यन्. स्पष्टमस्ति महोदय. महोदय, अत्र आत्मनेपदी धातोः रूपान्तरं भूत्वा परस्मैपदी भवति वा? न, अत्र किमस्ति, प्रश्नः समीचीनम् अस्ति. प्रश्नः समीचीनः अस्ति. अत्र वृद् धातुः वर्तते, किन्तु अत्र परिवर्तयति इति अस्ति वस्तुतः. एणिच् प्रेरणार्थे एणिच् अस्ति इति वक्तव्यमासीत्. प्रेरणार्थे एणिच् अस्ति इति कृत्वा अणिच् यत्र अणिच् भवति तत्र प्रायः सर्वत्र एव उभयपदि धातुः भवति, परिवर्तयति परिवर्तयते इति द्वयमपि भवति. वर्तते इति नित्यम् आत्मनिपदि धातुः अस्ति, किन्तु परिवर्तयति परिवर्तयते इति द्वयमपि भवति. यत्र णिच् वर्तते किन्तु वर्तयति वर्तयते इति अस्ति, पठति पाठयति पाठयते इति. प्रायः कुत्रचित् अपवादः, कुत्रचित् सर्वेषां वाट अस्ति एवं यत् सर्वेषां रूपाणां णिचि परस्मैपदीरूपं भवति एव, सर्वेषाम् आत्मैपदीरूपं न भवति, किन्तु आधिक्येन भवति. आधिक्येन उभयपदीदातवः सन्ति णिचि, किन्तु कुत्रचित् परिगणितानां परस्मैपदत्वम् एव अस्ति इति कृत्वा सुरक्षितमार्गः अस्ति परस्मैपदीरूपेण वदामः, यतोहि सर्वेषां परस्मैपदत्वम् अस्ति, अतः तथा कृतमस्ति अत्र. किन्तु आत्मनेपदी भवितुमर्हति स्म इति मन्ये. धन्यवादः महोदय. अस्तु, तर्हि अग्रे गच्छेम. दोषमस्ति पुस्तके, पर्यवर्तयिष्यन् अस्ति, पर्यवर्तिष्यन् इति नास्ति. इकारः यकारः संयोगः वर्तयिष्यति, सर्वं समीचीनमस्ति. वर्तयिष्यति वर्तयति वर्तयति वर्तयिष्यति अवर्तयिष्यत् अवर्तिष्यत इति अत्र णिच् अस्ति. णिच् णिच् परिणार्थे यथा पठति पाठयति, वर्तते वर्तयति वर्तयति वर्तयति वर्तयिष्यति वर्तयिष्यति नाट् वर्तिष्यति वर्तयिष्यति. हा, प्रेरणार्थे अस्ति. परिवर्तयतु परिवर्तयिष्यति परिवर्तयिष्यति इति यथा सर्वत्र यत्र प्रेरणार्थे णिच् भवति खलु, कदापि श्रुतवती पठति पाठयति, गच्छति गमयति, लिखति इत्यस्य किं भवति? लिखति इत्यस्य किं भवति? लेखयति. हा, लेखयति. अतः अत्र दोषः नास्ति. अत्र पाण्डवस्य परिवर्तनं न भवति, वासांसि परिवर्तनं भवति. सत्यम् इति अस्ति वार्ता. अस्तु, तर्हि अग्रे सुनिधि भगिनी अग्रे. श्रीकृष्णः स्थिरमतिः इति न अवदिश्यत्, तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्. हा, समीचीनमस्ति. अर्थः स्पष्टः वा भगिनि, अवगच्छति वा? श्रीकृष्णः स्थिरमतिः, यस्य मतिः स्थिरा अस्ति, सः स्थिरमतिः. शब्दम् अवगच्छति वा भगिनि? मतिः चिन्तनं, मतिः नाम चिन्तनं, चिन्तनं चिन्तनं. श्रीकृष्णः तस्य मनसि अतीवशक्तिः अस्ति खलु, शक्तिः. अतः तस्य मनः न परिवर्तते. यदा तस्य मनसि एकं चिन्तनमस्ति, तत्तु स्थिरं नित्यं न परिवर्तते. इति कृत्वा श्रीकृष्णः कुत्र अस्ति? श्रीकृष्णः स्थिरमतिः अस्ति. स्थिर नाम नित्यं, न परिवर्तते, यतोहि तस्य मनसि शक्तिः अस्ति. अवगच्छति वा? आम्. सत्यं वदति वा? महोदय, सा अवगच्छति वा? अस्तु अस्तु अस्तु. तर्हि श्रीकृष्णः स्थिरमतिः इति न अवदिश्यत्. स्थिरमतिः इति न अवदिश्यत्, क्षम्यताम्, अत्र अवदिश्यत्, तत्र स्थिरमतिः इति न अवदिश्यत्. सः तत्र अर्जुनस्य कृते नाम स्थिरमतिः भवतु, स्वयमपि तथा अस्ति इति एव अस्ति, श्रीकृष्णः तथा, किन्तु स्थिरमतिः इति न अवदिश्यत्, तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्. यतोहि तस्य अर्जुनस्य मनसि तत्र शङ्का आसीत् खलु, सन्देहः, संशयः इति आसीत् तस्मिन्, अहं किं करिष्यामि इति तादृश स्थितिः आसीत् तादृशी. तस्यां दशायां श्रीकृष्णः किम् अवदत्? स्थिरमतिः भवतु. धन्यवादः. अस्तु, समीचीनमस्ति. तर्हि अर्जुनस्य मतिः स्थिरा न भविष्यत् इति स्थितिः अस्ति. अग्रे गच्छेम तर्हि. महोदय, श्रीकृष्णः यदि अर्जुनस्य सारथिः न भविष्यत् तर्हि जनाः तं पार्थसारथिः इति न समबोधयिष्यन्. यदि श्रीकृष्ण अर्जुनस्य सारथिः रथचालकः न भविष्यत्, सारथ्यं न अकरिष्यत्, तर्हि जनाः तं पार्थसारथिः, पार्थ इत्युक्ते अर्जुनस्य सारथिः इति न समबोधयिष्यन्, न बोधनम् अकरिष्यन्. सम्बोधनं न करिष्यन्. सम्बोधनम् इति प्रसिद्धशब्दः. सम्बोधनं न करिष्यन्. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. सुब्रह्मण्यमहोदय, कृपया. अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं प्राप्स्यत् तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिश्यत्. अत्र श्रीकृष्णस्य वचनं श्रुत्वा अर्जुनः अर्जुनस्य विषादं अगमिष्यत् तर्हि श्रीकृष्णः गीतां विस्तृतेन न उपादेक्ष्यत्. हा, सम्यक् अस्ति. मीना भगिनी अग्रे. कौरवाः श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्ग्यकरिष्यन् तर्हि पाण्डवाः न अयोत्स्यन्त. श्रीकृष्णः समाधानं कर्तुम् इच्छति. कौरवाः तत् न अङ्ग्यकरिष्यन्. हा, किन्तु कालं सम्यक्तया वदतु. कर्तुम् इच्छति इति इदानीं वा? नो, कर्तुं इच्छति लट्लकारः, लृङ्लकारः. लृङ् किमर्थम्? लृङ् लृङ् नाम वस्तुस्थितिः. सः कर्तुं न इष्टवान् वा? कौरवाः समाधानं कर्तुं न इष्ट समाधानं कर्तुं इच्छति इति लिङ्लकाररूपं किं भवति? लृङ् लृङ् इच्छति लट् लकारः चिन्ति वदतु हा तत्र लङ् किं भवति एच्छत् किं भवति एच्छत् ऐच्छत् ऐच्छत् ऐच्छत् लृट् लकारः ईक्ष्यति न कोऽपि सहायं करोतु ऋङ्लकारः अयेयिष्यत् ऐष्यत् ऐष्यत् ऐष्यत् कौरवाः समाधानं ऐष्यत् स्वीकर्तुं ऐशिष्यत् हा हा हा एकनिमेषः हा हा समीचीनमस्ति ऐशिष्यत् ऐशिष्यत् न ऐशिष्यत् तर्हि पाण्डवाः अयोच्यन्त कौरवाः समाधानम् ऐशिष्यन् चेत् पाण्डवाः न अयोच्यन्त हा हा अस्तु सम्यक् अस्ति सन्ध्या भगिनी अग्रे महाभारतयुद्धं न अभविष्यत् चेत् गीतोपदेशः न अभविष्यत् स्पष्टमस्ति अस्तु इति वाक्यं सरलमस्ति अग्रे गच्छामि तर्हि पद्मा भगिनी अग्रे आम् धर्मराजः द्यूतेन न अत्रीरष्यत् चेत् पाण्डवाः वनं न अगमिष्यन् यदि धर्मराजः जूदेन न क्रीडयति चेत् पाण्डवाः वनं न क्रीडयति क्रीडयति इति क्रीडयिष्यत् न अत्र यकारः किमर्थं तत्र पुनः चिन्तयतु लङ् क्रीडति इति लङ् किं लृट् किम् अक्रीडत् अक्रीडत् इति लङ् हा लृट् अक्रीडयिष्यत् न न न अत्र यकारः कुतः अकारः अपि तत्र स्पष्टतया चिन्तयतु अत्र लङ्लकारः तत्र लिट् किं भवति स कोऽपि वदतु क्रीडिष्यति क्रीडिष्यति क्रीडिष्यति खलु अक्रीडात् क्रीडिष्यति तर्हि मिलित्वा धर्मराजः जूतेन न क्रीडिष्यति चेत् पाण्डवाः क्रीडिष्यति इति लिट् इति अत्र न भवति खलु अत्र लृङ् अपेक्षितम् अक्रीडिष्यत् यद् पाण्डवाः वनं न अगमिष्यन् अत्र एकं वदामि यत्र लृङ् लकारः भवति लृङ् लकारः किञ्चित् कठिनः अस्ति तस्य स्थाने अन्य विकल्पः भवति तत्र क्तवतु अपि च अस् धातोः विधिलिङ् अथ यथा यदि न अक्रीडिष्यत् इति अस्य स्थाने न यदि न क्रीडितवान् स्यात् इति तत्र अर्थः समानः अथवा अन्यविकल्पः अस्ति स्म, यदि न, तत्र यदि न क्रीडति स्म इति अपि भवति तस्मिन्नेव अर्थे. अत्र अस्माकं विकल्पत्रयं भवति, यदि न अक्रीडिष्यत्, यदि न क्रीडितवान् स्यात्, यदि न क्रीडति स्म इति. तर्हि इदानीं रीतित्रयं वदतु एकवारं. धर्मराजः द्यूतेन न अक्रीडिष्यत् चेत् पाण्डवाः वनं न अगमिष्यन् इति एकं. द्वितीयशैलीं वदतु. अस्तु, अन्य कोऽपि साहाय्यं करोतु. किं लक्ष्मीभगिनी वदतु, कृतवतु. धर्मराजः द्यूतेन न क्रीडति स्यात्. न तत् कृतवतु, न क्रीडितवान्. न क्रीडितवान् स्यात् चेत् पाण्डवाः वनं न अगमिष्यन् न कृतवतु, न कृतवतु वदतु. न किं, सरलमस्ति, अत्र सरलमस्ति, मार्गः सरलः अस्ति. न किं भवति, गतवान्. हा, बहुवचने गतवन्तः स्यात्. बहुवचने स्यात् इति अस्य बहुवचनं. न गतवन्तः स्युः. धर्मराजः द्यूतेन न क्रीडितवान् स्यात् तर्हि पाण्डवाः वनं न गतवन्तः स्युः इति समानार्थकवाक्यमस्ति. पुनः स्म इति अस्ति. अन्य कोऽपि वदतु, सुनिधिभगिनी वदति वा. स्म इति लट् लकारः योगः स्म. सुनिधिभगिनी, धर्मराजः लट् क्रीडति. धर्मराजा द्यूतेन न क्रीडति स्म. हा, न क्रीडति स्म इति यदि, तर्हि वदतु, यदि धर्मराजः द्यूतेन न क्रीडति स्म तर्हि. तर्हि पाण्डवाः वनं न गच्छति स्म. हा, गच्छन्ति. न गच्छन्ति स्म इति शैली त्रयमस्ति अस्माकं पुरतः. अस्तु, धर्मराजः द्यूतेन न अक्रीडिष्यत् चेत् पाण्डवाः वनं न अगमिष्यन् इति एकमस्ति. पुनः यदि धर्मराजः द्यूतेन न क्रीडितवान् स्यात् तर्हि पाण्डवाः वनं न गतवन्तः स्युः. पुनः यदि धर्मराजः द्यूतेन न क्रीडति स्म तर्हि पाण्डवाः वनं न गच्छन्ति स्म इति शैलीत्रयमस्ति. बुद्धं सर्वेषां मनसि भवेत्, यतोहि तत्र सारल्यमस्ति. किन्तु अस्मिन् पाठे अस्माकम् अभ्यासः भवति लृङ्लकारस्य, किन्तु अर्थः तथा. अस्तु, अग्रे कोऽपि प्रश्नः, अग्रे गच्छेम. अस्तु, सुब्रह्मण्यं महोदय, कृपया अग्रे. अत्र चित्रं महोदय, सावधानं पश्यत जानाति. एतत् सर्वं वयं कृतवन्तः. अग्रिमे पुटे. अस्तु महोदय, अवधानपूर्वकं पठत. विजयः यदि मार्गनियमं पर्यपालयिष्यत् तर्हि दुर्घटना न अभविष्यत्. यदि विजयः मार्गनियमस्य पालनं न अकरिष्यत् तर्हि दुर्घटना न अभविष्यत्. अत्र लट् लकारः किं पर्यपालयिष्यत्? लट् पर्यपालयिष्यत् अत्र पालयति महोदय. हा, उपसर्गपूर्वकः परियोगः पालयति परिपालयति. हा, परिपालयति. अतः परिनिष्कास्य तत्र अपालयत् पालयिष्यति अपालयिष्यत् पर्यपालयिष्यत् इति चिन्तनमस्ति. समीचीनम्. अग्रे सञ्जीवमहोदय कृपया. महोदय प्रश्नः, परिपालयति स्म गच्छति स्म, तत्र लकारः कः? लट् स्म इति अस्ति, किन्तु लकारः तु लट्. तत्र गच्छति, गच्छति इति लट् अस्ति खलु. स्म इति अस्य संयोजनेन तत्र रूपस्य नाम किम् इति द्रष्टव्यमस्ति, न ज्ञायते मया. किन्तु गच्छति, लकारः तु क्रियापदस्य भवति खलु, तिङ्गतपदस्य. अग्रे हनुमान् सञ्जीवनीं न आनेष्यत् चेत् रामलक्ष्मणौ संज्ञां न प्राप्स्यताम्. अत्र हनुमान् सञ्जीवनी इति पर्वतस्य नाम, तं पर्वतं न आनेष्यत् यदि न आनयति स्म तर्हि रामलक्ष्मणौ संज्ञां न प्राप्स्यतां. रामलक्ष्मणौ उभौ संज्ञां चेतनां न प्राप्स्यतां, न अलप्स्यताम् द्विवचने अलप्स्यताम् अलप्स्येताम् अलप्स्येताम्. अस्तु, समीचीनमस्ति. अग्रे नताशा भगिनी. अग्रे महोदय, सङ्गम् इत्युक्ते मेलनं किं किम् सञ्जीवमहोदय किञ्चित् सहायं करोतु. संज्ञा इति अर्थं मया चेतना इति उक्तं, चेतना सूचना इति. सत्यं, संज्ञा इति सामान्यतया संज्ञा इति नाम, संज्ञा इति नाम तौ अचेतनौ. यदि सः हनुमान् सञ्जीवनीपर्वतं अभिज्ञानं न भविष्यत्. अस्तु अस्तु, अग्रे नताशा भगिनी. अग्रे मिहिरः वैद्यस्य सूचनाम् अवागमिष्यत् चेत् शीघ्रं स्वस्थः अभविष्यत्. स्पष्टमस्ति खलु? आं महोदय. सूचनाम् अवागमिष्यत् किं सूचनाम् अहं न वैद्यस्य काचन सूचना आसीत् नाम उपहारः न तत्र औषधं किं स्यात् अथवा एतादृशम् अस्तु श्रीनिवासमहोदय अग्रे महोदय अनुसारयति इति उत्तमपदम् अस्ति अवगम्यति इति स्वतः न भविष्यत् अनुसारयति फालो आर्डर् हा तत् अत्र स्थितिः का इति न ज्ञायते मया तत्र नाम अत्र यद् सा तु मिहितः तत्र तत्र किं कर्तव्यमिति ज्ञानमासीत् केवलं पालनं न जातमिति वा आम् तर्हि तथा वक्तव्यमासीत् समीचीनं श्रीनिवासमहोदय अहं तत्र उपावेक्षं चेत् युतकं मलिनम् अभविष्यत् जानाति एव किञ्चित् ऊहां करोतु अहं तत्र उपावेक्ष्यं चेत् युतकं मलिनम् अभविष्यत् अत्र गते सप्ताहे मया किञ्चित् उक्तमासीत् यत् अस्तु अत्र लट्कारस्य रूपं किं कोऽपि सहायं करोतु उपविशति हा उपविशति विश् धातुः उपविशति हा उपविशति तर्हि लट् लोट् किम् अस्ति लङ् लङ् लङ् विशति उप इति निष्कासयतु उपविशति तत्र विशति लङ् किमस्ति अविशत् हा महोदय वदतु अत्र लृट् किमस्ति एतत् सर्वं दृष्ट्वा ऊहां करोतु लृट् किमस्ति तत्र प्रथमपुरुषस्य एकवचनं किं स्यात् यथा यथा गमिष्यति चिन्तयिष्यति लेखिष्यति तत् लृट् लृट् भविष्यत् कालः वेक्ष्यति वेक्ष्यति खलु विशति अविशत् वेक्ष्यति वेक्ष्यति तर्हि तत्र लृङ्लकारः प्रथमपुरुषस्य एकवचने किन्तु अडागमः तत्र अविशत् तत्र अडागमः भवति आरम्भे अवेक्ष्यत् अवेक्ष्यत् इदानीं उत्तमपुरुषस्य एकवचने अवेक्ष्यम् अवेक्ष्यम् इदानीम् उप इति उपसर्गं संयोजयतु उपावेक्षम् इदानीं स्पष्टमस्ति वा आं महोदय धन्यवादः यत्र तालव्यषकारः अथवा मूर्धन्यषकारः अनन्तरं तस्य अनन्तरं दन्त्यषकारः अस्ति तत्र परिवर्तनं भवति मूर्धन्य तत्र विशति तालव्यषकारः षकारस्य स्थाने ककारः अपि च सकारस्य स्थाने मूर्धन्यषकारः अतः तथा तादृशं दृश्यते अत्र इति सन्धिकार्यमस्ति अस्तु अग्रे अस्तु अग्रे मीना भगिनी अग्रे भीमः यदि दुर्योधनं वक्षसि एव प्राहरिष्यत् तर्हि पराजेष्यत प्राहरिष्यत् हरति अहरत् हरते अहरत हरति हरति हरति परस्मैपदी धातुः अस्ति हरति हरति अहरत् हरिष्यत् हरिष्यति हरिष्यति अहरिष्यत् प्रा संयोगः प्राहरिष्यत् हा बहु समीचीनमस्ति अग्रे जेष्यत जयति अजयत् जेष्यति अजेष्यत आत्मनेपद अस्ति वस्तुतः यदा जि उपसर्गपूर्वकः जि धातुः आत्मनेपदे धातुः भवति जयति इति परस्मैपदे धातुः अस्ति पराजयते पराजयते अथवा पराजयते पराजयते इति अहं मन्ये पराजयते इति भवति परादि उपसर्गः अस्ति कश्चन परा आम् पराजयते परा परा पराजय अतः इदानीं चिन्तनार्थं तत्र जि धातुः आत्मनेपदी धातुः अस्ति इति विचिन्त्य वदतु परा इति निष्कासयतु तर्हि जयते इति जयति अनुक्त्वा जयते जयते अजयत जेष्यत पराजेष्यत जेष्यते जेष्यते जय जेष्यते पराजेष्यत इति समीचीनमस्ति अस्तु अग्रे इदानीं सञ्जीवमहोदय अग्रे यात्रिकाः आवां समये आगमिष्याव चेत् मोदकम् अपि प्राप्स्याव आवां समये आगमिष्याव चेत् मोदकमपि प्राप्स्याव इति स्पष्टमस्ति किञ्चित् अग्रे गच्छेम येन येन तत्र अभ्यासः किञ्चित् स्यात् लक्ष्मीभगिनी अग्रे गृहकार्यं पठितुं समयः न भवति हो हो गृहकार्यमासीत् हा तत्तु आरम्भे एव श्रोतुम् इष्टवान् विस्मरणं जातमस्ति अस्तु अत्र वाक्यद्वयं श्रुत्वा तत्र गृहकार्यमपि भवतु लक्ष्मीभगिनी अग्रे पठतु यात्रिकाः पराक्रमं प्रदर्शिष्यन् तर्हि शत्रवः विमानं न अपाहरिष्यन् यात्रिकाः इति पराक्रमं प्रदर्शिष्यन् तर्हि शत्रवः विमानं न अपाहरिष्यन् अस्तु अग्रिमं वाक्यमस्ति सन्ध्या भगिनी पठतु सरोवरः अशोक्ष्यत् चेत् मृगाः न्यावर्णिष्यन्त न्यावर्तिष्यन्त अत्र वर्तते नियोगः वर्तते इति अस्ति अस्मिन् विषये अग्रिमे सप्ताहे चिन्तनं करिष्यामः तत्र सत्यमेव गृहपाठः आसीत् तत्र किञ्चित् शृणुमः अनन्तरं विरमामः तर्हि लक्ष्मीभगिनी तत्र एकं वाक्यमस्ति गृहपाठस्य आं महोदय वदतु यदि वयं संस्कृतकक्षायां समये आगमिष्यामः चेत् अध्ययनं सम्यक् प्राचलिष्यत् हा बहु समीचीनमस्ति किन्तु अत्र सप्तमी भवति वा कक्षायाम् इति भवति वा शीघ्रमेव वदामः यत्र गम् धातुः अस्ति तत्र सकर्मकधातुः अस्ति अत्र गन्तव्यस्थानं द्वितीयविभक्तौ भवति न तु सप्तमीविभक्तौ अहं गृहं गच्छामि न तु गृहे गच्छामि इति न वदामः अहं गृहं गच्छामि कक्षाम् आगच्छामि कक्षायाम् आगच्छामि इति न कक्षाम् आगच्छामि अस्तु समीचीनमस्ति अग्रे श्रीनिवासमहोदय, तत्र गृहपाठः अस्ति वा वाक्यं? अन्य कोऽपि? यदि रावणः सीतां न अपरिहस्यन् तर्हि रामायणं न अभविष्यत्। किन्तु अपरिहस् किं यत्र उपसर्गः अस्ति तत्र किं कुर्मः? किञ्चित् चिन्तनं कृत्वा, इदानीं समयः नास्ति, तत्र उपसर्गः न, यत्र यत्र अत्र अत्र एव अस्ति, अत्र अपि वयं पठितवन्तः इदानीं वाक्यं, यत्र उपसर्गः अस्ति तत्र अडागमः तदनन्तरम् आगच्छति। चिन्तयतु कथं वा स्यात्, चिन्तयतु। अनन्तरं मीनाभगिनी अस्ति वा? आम्। यदि इच्छाः मत्स्याः आशिष्यन् तर्हि भिक्षुकाः नृपाः अभविष्यन्। पुनः वदतु। यदि इच्छाः मत्स्याः आशिष्यन् पुनः वदतु। यदि ध्वनिः आसीत्, यदि इच्छाः मत्स्याः आशिष्यन् तर्हि भिक्षुकाः नृपाः अभविष्यन्। आशिष्यन् आशिष्यन् अस्ति इति लृङ्लकारः न तत्र नास्ति। आस्ति तत्र अस् धातोः, तत्र भू धातुः भवति तत्र। यदि इच्छाः मत्स्याः अभविष्यन् तर्हि भिक्षुकाः नृपाः अभविष्यन्। अस्तु अस्तु, समीचीनमस्ति, बहु सम्यक्। अस्तु सुनीति भगिनी। यदि शशः अचिन्तयिष्यत् तर्हि सः कूर्मं पराजयिष्यत्। तत्र आत्मनिपदि भवति खलु, तत्र पराजयिष्यत। यतोहि जय जी धातुः आत्मनिपदि परस्मैपदि धातुः अस्ति, किन्तु यत्र उपसर्गः अस्ति तत्र आत्मनिपदि धातुः भवति। पुनः वाक्यं वदतु। यदि शशः अचिन्तयिष्यत् तर्हि सः कूर्मं पराजयिष्यत। पराजयिष्यत अत्र अत्र अहं जयिष्यत् इति तत्र निश्चिति इति इच्छति वा? निश्चिन्तयामि। निश्चिति यदि भवति चेत् तत्र परस्मैपदि अपि भवति, परस्मैपदि अपि भवति। किं रूपम् उक्तं? पराजयिष्यत्, पराजयिष्यत्, पराजयिष्यत् इति सत्यमेव इति भाति। स्वयमेव न पराजितः, पूर्वं पराजयिष्यत्। अस्तु सुनीति भगिनी, तत्र द्वितीयं वाक्यमस्ति वा? यदि नकुलः व्यस्तः न अभविष्यत् तर्हि सः नाटकम् आगमिष्यत्। बहु समीचीनमस्ति, वाक्यं सुन्दरम् अस्ति। सुब्रह्मण्यं महोदय अग्रे। आं महोदय, यदि पत्रालयः दीपावलिमूल्याङ्कस्य मुद्रणं न अकरिष्यत् तर्हि अहम् असन्तुष्टः अभविष्यम्। हा, सुन्दरं वाक्यम् अस्तु, अग्रे। अन्य कस्यचित् सन्दीपमहोदय? यदि त्वं शनैः अखादिष्यः तर्हि वयं चित्रमन्दिरं समये न प्राप्स्यामः। पुनः पुनः वाक्यं श्रावयतु कृपया। यदि त्वं शनैः अखादिष्यः तर्हि वयं चित्रमन्दिरं समये न प्राप्स्यामः। अस्तु, वाक्यं समीचीनमस्ति। अग्रे सन्ध्या भगिनी लिखितवती वा? न महोदय, न लिखित अहं प्रयत्नं करोमि. यदि यदि हिमपातम् आगमिष्यात् अहं हिमपातः आगमिष्यात् अहं सन्तोषम् अभविष्यत् अहं सन्तुष्टः सन्तुष्टः अभविष्यत् अस्तु, बहु समीचीनमस्ति. अन्य कस्यचित् अपरस्य? महोदय, अहं वदामि किम्. यदि श्रीकृष्णः नरकासुरं न मारयिष्य दीपावलिपर्वं वयं न आचरिष्यामः. अस्तु, समीचीनमस्ति, सुन्दरं सुन्दरवाक्यम्. अन्य अपरस्य कस्यचित्? अन्ते, यदि वयं स्वरूपमहोदयस्य वर्गं न आगमिष्यामः तर्हि अस्माकं ज्ञानं न वर्धिष्यत. समीचीनवाक्यम्. अस्तु, तर्हि अनेन विरमाम. तर्हि समयः तु जातः, इतः अग्रे सरेम आगामिसप्ताहे. धन्यवादः सर्वेषां. धन्यवादः. धन्यवादः. नमस्कारः.